गुरुत्वम् इत्यस्य विषये सम्प्रति चर्चा प्रवर्तते. तस्मिन् सन्दर्भे अस्माभिः दृष्टं यत् आद्यपतनसमवायीकारणं गुरुत्वम् इति. इत्युक्ते आद्यपतनक्रियायाम् असमवायीकारणत्वमस्ति गुरुत्वस्य इति अस्माभिः दृष्टमासीत्. तस्मिन्नेव सन्दर्भे एकः क्रमः दृष्टः आसीत्. प्रथमं पूर्वदेशसंयोगः भवति, पूर्वदेशसंयोगानन्तरम् आद्यपतनक्रिया जायते, तदा क्रियायाः कारणेन विभागः, विभागात् पूर्वसंयोगनाशः, तदनन्तरम् उत्तरदेशसंयोगः, तदनन्तरं प्रथमक्रियायाः नाशः, तदनन्तरमेव द्वितीयादिपतनक्रिया उत्पत्तिः इति अस्माभिः दृष्टम्. तस्मिन् सन्दर्भे गतवर्गे अपि एकं करपत्रम् अस्माभिः पठितम्, उत्तरदेशसंयोगं प्रति विभागः कथं कारणं भवति इति. तत्र वयं दृष्टवन्तः यत् विभागः व्यापाररूपेण स्थित्वा, कोऽपि ध्वनिः श्रूयते, कृपया म्यूट् कुर्वन्तु यदि ध्वनिः अस्ति चेत् पृष्ठभागे. अपि च नूतनतया केन आगतम्? अस्तु, तर्हि विभागः आद्यपतनक्रियायाः जायते, यः विभागः सः व्यापाररूपेण स्थित्वा उत्तरदेशसंयोगं प्रति कारणं भवति इति अस्माभिः दृष्टम्. तर्हि व्यापारस्य विषये किञ्चित् पुनस्मरणत्वेन किञ्चित् पठामः करपत्रात्. तत्र व्यापारः, संस्कारः च इति करपत्रं पुरतः अस्ति वा? तस्मिन् करपत्रे महोदय, राजेन्द्रमहोदय, अस्तु. तर्हि व्यापारः माध्यमम् इति उच्यते, कारणस्य च कार्यस्य मध्ये स्थित्वा कार्यं जनयति, तादृशपदार्थः अस्ति व्यापारः. किन्तु व्यापारः अपि अन्यतमं कारणम्. अत्र व्यापारस्य विवरणस्य सन्दर्भे उदाहरणं दीयते घटनिर्माणस्य. दण्डेन घटः जायते इति कृत्वा दण्डः घटस्य कारणं, घटः कार्यम् इति चेत्, तत्र चक्रभ्रमणं दण्डः अपि च घटः अनयोः मध्ये स्थित्वा घटं जनयति. इत्युक्ते दण्डः चक्रभ्रमणं जनयति, पुनः चक्रभ्रमणं घटं जनयति इति कृत्वा तत्र मध्ये स्थितं चक्रभ्रमणमपि अन्यतमं कारणम् इति आगच्छति घटं प्रति. अस्तु, अपि च अस्माभिः दृष्टं यत् तादृशव्यापारस्य लक्षणवाक्यमस्ति तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति, अथवा तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यमस्ति. तत्र रामप्रिया भगिनी पश्यति वा तं परिच्छेदं करपत्रे? चतुर्थं परिच्छेद, चतुर्थपरिच्छेदस्य वाक्यद्वयं प्रथमतया पठतु. आम्, तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यं, तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणम्. अस्तु, इति लक्षणवाक्यं दत्तमस्ति सरलरीत्या, ततः अग्रे गच्छतु. अग्रिमपरिच्छेदे विवरणं दत्तं, किञ्चित् परिशीलयति वा तत्र? तत् इति कारणं, तत् पदेन अत्र दृष्टान्ते दण्डः स्वीकार्यः, तज्जन्यं तृतीयतत्पुरुषः, तेन इति दण्डेन, जन्यम् इति चक्रभ्रमणं, तज्जन्यत्वं दण्डजन्यत्वं चक्रभ्रमणे अस्ति. अनेन एकं विशेषणम् आगतम्, किन्तु द्वितीयमपि अपेक्षितं, तज्जन्यजनकत्वम् अपि चक्रभ्रमणे भवेत्. अत्र तत् इति पुनः दण्डः, जन्यम् इति कार्यं फलम्, अत्र घटः. तर्हि तत् इति दण्डः, जन्यः इति घटः, तेन जन्यः तज्जन्यः, तस्य जनकः व्यापारः. अत्र जनकं चक्रभ्रमणं, दण्डेन जन्यः यः घटः, तस्य जनकं चक्रभ्रमणम् आहत्य कुतः ध्वनिः 408340 कोऽपि नूतनतया अस्तु लक्ष्मी भगिनी अनन्तरम् अस्तु अस्तु प्रायः पृष्ठानां पृष्ठस्य किञ्चित् ध्वनिः तावदेव अनन्तरं सन्ध्या भगिनी अपि अस्ति वा आं भगिनि नमस्ते नमस्कारः अस्तु आहत्य तज्जन्यजनकं चक्रभ्रमणं तज्जन्यजनकत्वं चक्रभ्रमणे तर्हि अत्र दलसार्थक्यं दलद्वयं पदद्वये अपि तज्जन्यत्वं च तज्जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः अनेन व्यापारस्य लक्षणम् अत्र तत्र तज्जन्यत्वे सति तज्जन्यजनकः इति व्यापारस्य लक्षणवाक्यम् अस्ति तस्य एव विवरणम् अस्ति अत्र तत् इत्युक्ते तज्जन्यत्वे इति पदे तत् इत्युक्ते कारणम् अत्र अस्मिन् दृष्टान्ते तत् पदेन दण्डः इति अत्र उदाहरणरूपेण यदा घटनिर्माणम् इति प्रसङ्गः अस्ति अतः दण्डः इति स्वीकार्यः अत्र तज्जन्यम् इति तृतीयतत्पुरुषः अस्ति अतः तेन इति तेन इति दण्डेन जन्यं किम् इत्युक्ते चक्रभ्रमणम् अनेन किम् आगच्छति तज्जन्य अनेन इत्युक्ते तज्जन्यत्वं इत्युक्ते दण्डजन्यत्वं कुत्र अस्ति इत्युक्ते चक्रभ्रमणे दण्डजन्यत्वम् अस्ति अतः प्रथमपदम् आगतं तज्जन्यत्वम् इत्युक्ते चक्रभ्रमणे तज्जन्यत्वम् अस्ति अतः प्रथमपदम् आगतं द्वितीयपदम् अस्ति भवती यदुक्तवती तदपि सत्यं किन्तु अत्र किञ्चित् दलसार्थक्यम् इति विषयः व्यापारस्य लक्षणकथनावसरे तज्जन्यत्वमपि भवेत् तज्जन्यजनकत्वम् अपि भवेत् अस्तु तज्जन्यत्वं साधितं चक्रभ्रमणे दण्डजन्यत्वम् अग्रे द्वितीयदलमस्ति तज्जन्यजनकत्वम् इति तत्र पुनः तद् इत्युक्ते दण्डः एव इदानीं जन्यम् इति कार्यम् अस्ति कार्यम् अस्मिन् प्रसङ्गे तु घटः इति कार्यं तर्हि किं भवति इत्युक्ते तत् इति दण्डः जन्यः इत्युक्ते घटः दण्डः घटः आम् तेन जन्यः तज्जन्यः तेन जन्यः इत्युक्ते दण्डेन जन्यः तस्य जनकः इत्युक्ते घटस्य जनकः व्यापारः अत्र जनकम् इत्युक्ते चक्रभ्रमणं घटस्य जनकं चक्रभ्रमणं सत्यं जनकम् इत्युक्ते कारणं किमपि जनयति तादृशम् इति अग्रे दण्डेन जन्यः यः घटः तस्य जनकं भवति चक्रभ्रमणम् आहत्य किं भवति इत्युक्ते तज्जन्यजनकं चक्रभ्रमणं तज्जन्यजनकत्वं चक्रभ्रमणे अस्ति यदा वयं पूर्वं साधितवन्तः अत्र दलसार्थक्यं दलद्वयं तज्जन्यत्वं च तज्जन्यजनकत्वम् हा समीचीनम् इति व्यापारस्य लक्षणं लक्षणे दलद्वयम् अस्ति इति आगतम् अस्तु अग्रिम एका पङ्क्ति अस्ति खलु तामपि पठतु सरलरीत्या उच्यते चेत् दण्डः चक्रभ्रमणस्य कारणं चक्रभ्रमणं च घटस्य कारणं दण्डः साक्षात् घटं प्रति कारणं न भवति चक्रभ्रमणद्वारा एव दण्डः घटं प्रति कारणं भवति हा तर्हि समीचीनम् अत्र व्यापारः इत्युक्ते अस्माकं मूल उदाहरणे विभागः आसीत् खलु व्यापारः आद्यपदक्रिया, तदनन्तरं विभागः, विभागः पुनः मध्ये स्थित्वा उत्तरदेशसंयोगं जनयति इति. तादृश तज्जन्यत्वे सति तज्जन्यजनकत्वं विभागे अस्ति न वा इति परिशीलनीयं भवति अधुना. तर्हि तत्र शुकवनमहोदय किञ्चित् परिशीलनं कारयति वा? केवलं परिशीलनमेव, कुत्रापि पठनं वा? इत्युक्ते भगिनी अधुना तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति उक्तवती. तर्हि अस्माकं कुतः आगतः अयं विचारः इति चेत् अस्माकं क्रमः आसीत् खलु आद्यपतनक्रिया, विभागः, पूर्वसंयोगनाशः, उत्तरदेशसंयोगः, तस्मिन् क्रमे तत् इत्युक्ते किम् इत्यादिकं किञ्चित्. अत्र विभागः उत्तरदेशसंयोगं प्रति कारणं वा न वा इति एव प्रश्नः आसीत्. तत्र विभागः व्यापाररूपेण कारणं भवति. कथम् इत्युक्ते व्यापारस्य लक्षणं तज्जन्यत्वे सति तज्जन्यजनकत्वम्. अत्र तत् इति क्रिया, साधारणक्रिया भवतु, आद्यपतनक्रिया अपि भवतु, तत् इति क्रिया, तेन जन्यः विभागः इति गुणः. अतः विभागे तज्जन्यत्वम् अस्ति. अपि च सा एव क्रिया उत्तरदेशसंयोगं प्रति उत्तरदेशसंयोगं जनयति. अतः द्वितीयदले तज्जन्यजनकत्वम् इति दले तत् इति पदं क्रियां सूचयति. तस्या क्रिया, तस्यां क्रियामेव सूचयति तत् जन्य. तत्र जन्य इति पदम् उत्तरदेशसंयोगं सूचयति. तस्य जनकः उत्तरदेश, यत् क्रिया उत्तरदेशसंयोगं जनयति तस्य जनकः विभागः अपि भवितुम् अर्हति इति विभागस्य उत्तरदेशसंयोगं प्रति कारणत्वं निरूपयति व्यापारद्वारेण. समीचीनमस्ति. अस्तु, तर्हि अनेन तज्जन्यजनकत्वम् अपि आगच्छति खलु विभागे. तर्हि विभागः तज्जन्यः अपि च तज्जन्यजनकः. यथा महोदयेन उक्तम् अत्र तद् इत्युक्ते आद्यपतनक्रिया अथवा या कापि क्रिया प्रथमं भवति सा क्रिया इति आगच्छति. अत्र कोऽपि प्रश्नः वा कस्यचित् स्पष्टता? भगिनी, रजेन्द्र अस्मि. अत्र प्रश्नः अस्ति, किञ्चित् संशयः अस्ति मम मनसि. यथा तत् जन्य जन्य तत्तु आदिपतनक्रिया, तेन आदिपतनक्रियाया प्रथमं विभागः जनयति. तत् प्रथमं तु पूर्वदेशसंयोगः नाशः भवति. क्रमं स्मरतु इतोपि एकवारं. क्रमः कः? शुकवनमहोदय सहायं करोति वा? क्रमः प्रथमक्षणे क्रिया, द्वितीयक्षणे विभागः इति गुणः जायते, विभागात् तृतीयक्षणे पूर्वदेशसंयोगनाशः भवति, चतुर्थक्षणे उत्तरदेशसंयोगः भवति. तदेव क्रिया, तदेव प्रक्रिया. हा, समीचीनम्. इति एव प्रक्रिया. अधुना राजेन्द्रमहोदय प्रश्नः कः आसीत्? प्रश्नः अस्ति, यथा पूर्वदेशसंयोगनाशः भवति, तत् अस्मिन् सन्दर्भे कुत्रापि न श्रुतं. तत्र यथा विभागः आधिपतनक्रिया भवति, विभागः आगच्छति, विभागेन तत्र पूर्वसंयोगनाशः भवति, तत्र अस्मिन् सन्दर्भे कुत्र अस्ति अस्मिन् लक्षणवाक्ये कः कुत्र अस्ति इति? भगिनी महोदय किं वदति? पूर्वदेशसंयोगनाशः अस्ति खलु तृतीयक्षणे? तृतीयक्षणे, तृतीयक्षणे अस्ति. शुकवनमहोदय भवता किम् अवगतम्? तत्रापि विभागः रूपेण आगच्छति. महोदय किं वदति, दलसार्थक्ये उत्तरदेशसंयोगः न दृश्यते इति. किमर्थं न तृतीयक्षेत्रं वदामि महोदय, न वदामि. मम संशयप्रश्नः अस्ति, यथा विभा यथा आधिपतनक्रिया भवति तत् तेन विभागः जनयति, विभागेन पूर्वदेशसंयोगनाशः भवति, तत्रापि विभागः व्यापाररूपेण आगच्छति वा? आम्, तथा तत्र तथा नास्ति इति भाति खलु, यतोहि विभागात् साक्षात् पूर्वसंयोगनाशः जायते खलु महोदय. विभागस्य लक्षणवाक्यं किम् आसीत्? संयोगनाशको गुणो विभागः इति आसीत् खलु. तर्हि विभागः साक्षात् संयोगस्य नाशकः, नाशकः इति नुल् प्रत्ययः, तत्र यथा कारकः गायकः भवति तदा, इत्युक्ते विभागः किमपि करोति, किं करोति, पूर्वसंयोगं नाशयति, तर्हि कारणमस्ति विभागः साक्षात् तत्र साक्षात् कारणमस्ति, मध्ये किमपि नास्ति इति एव वार्ता. किन्तु आद्यपतनक्रिया अपि च उत्तरदेशसंयोगः अनयोः मध्ये विभागः भवति इति कृत्वा तस्मिन् व्यापारत्वम् आगच्छति. अस्तु भगिनि, इदानीं स्पष्टमस्ति. अस्तु, समीचीनं. तर्हि नूतनतया केनचित् आगतं वा, कोऽपि अस्ति? पुष्पा भगिनि. अस्तु, पुष्पा भगिनि. अस्तु, तर्हि इतः अग्रे सरेम. पुस्तके राजेन्द्रमहोदय भवानेव पठतु, गुरुत्वलक्षणे अपूर्वः विचारः इति अस्ति खलु, तस्मात् आरभ्य. गुरुत्वलक्षणे अपूर्वः विचारः. तत्र वायवादि क्षणेषु रूपरहित रूपरहितत्वानुपादाने कः दोषः इति दलप्रयोजनं यथा चिन्त्यते तद्वद् एव समवायिकारणत्वलक्षणे असमवायिकारणत्वलक्षणे च समवाय अवच्छिन्नत्व तादात्म्य अवच्छिन्नद्वयोः तत्र तत्र निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते. तत्र यथा गुरुत्वस्य लक्षणं तु अस्ति असमवायिकारणम् आदिपतन असमवायिकारणं गुरुत्वस्य लक्षणं, परन्तु अत्र तु वायुः वायुस्य असाधारणवाक्यम् अस्ति, लक्षणवाक्यम् अस्ति, रूपरहित स्पर्शवान् वायुः. अर्थात् तस्मिन् सन्दर्भे यथा तत् दलसार्थक्यं चिन्तयामः, यदि तत्र रूपरहितत्व निष्कास्यामः, त्यजामः तत्र तस्मिन् सन्दर्भे तत्र लक्षणवाक्ये, तत् कः दोषः अस्ति, तत् कीदृशदोषः आगच्छति इति दलप्रयोजनं यथा चिन्त्यते. अस्तु, एतदपि वदतु, रूपरहितत्वं त्यजामश्चेत्, वायोः लक्षणवाक्यमस्ति रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम्, अथवा रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति अस्ति खलु. तत्र रूपरहितत्वं त्यजामः चेत् किम् अवशिष्यते? तत् स्पर्शवान् हा, स्पर्शवान् वायुः इति अवशिष्यते. स्पर्शः अन्यत्र कुत्रचित् अस्ति वा? अस्मिन् पृथ्व्यां जले तेज द्रव्येषु अस्ति. अस्ति एव, हा, समीचीनं. स्पर्शः तु अपरत्र अस्ति, तर्हि स्पर्शवान् वायुः इति वदनेन कार्यं न जायते. अधुना केवलं रूपरहितवान् वायुः इति वदामश्चेत्? तत्र तु रूपरहितवान् तु बहवः अन्यत् द्रव्याणि अपि सन्ति, यथा आकाशः, कालः, दिगः. तत्र तु अतिव्याप्तिदोषः भवति, यथा ते अपि रूपरहित भवन्ति. हा हा समीचीनमस्ति. तर्हि दलद्वयमपि अपेक्षितं खलु, तत्र प्रयोजनम् अस्ति दलद्वयस्यापि. तद्वदेव अत्र अत्र गुरुत्व गुरुत्वसन्दर्भे अपि तत् दलप्रयोजनम् अस्ति तत्र आधिपतन एवम् एवम् असमवायिकारणम्. अस्तु, तर्हि भवता यद् वाक्यं पठितं तत्र पठतु तद्वदेव द्वितीया पङ्क्ति. तद्वद् एव असः तद्वद् एव च आद्यपतननिष्ठसमवाय. महोदय तस्मात् एकनिमिष, तस्मात् पूर्वं द्वितीयपङ्क्त्यां द्वितीयपङ्क्त्यां किम् अस्ति चिन्त्यते इत्यनन्तरं तद्वदेव अस्तु तत्रापि तद्वदेव चिन्त्यते तद्वद् एव समवायिकारणत्वलक्षणे असमवायिकारणत्वलक्षणे च समवाय अवच्छिन्नत्व तादात्म्य अवच्छिन्नयोः तत्र तत्र निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते. तस्य अर्थः कः? यथा वायुलक्षणवाक्ये तत् दोषः आगच्छति यथा रूपरहितवान् त्यजामः तद्वद् एव समवायिकारणत्वलक्षणे असमवायिकारणलक्षणे यथा गुरुत्वलक्षणे असमवायिकारण एकं दलम् अस्ति तत् तथैव तदपि त्यजामः समवायिकारणत्वे असमवायिकारणत्वे त्यजामः तत्रापि तादृशी दोषः आगच्छति. अस्तु, वस्तुतः अस्मिन् वाक्ये किम् उक्तम् इति चेत् समवायिकारणत्वस्य लक्षणे किम् आगच्छति, तादात्म्य अवच्छिन्नकारणता आगच्छति खलु समवायिकारणत्वस्य लक्षणे. अपि च कार्यता तु समवायसम्बन्धावच्छिन्न उभयत्र, असमवायिकारणत्वलक्षणे समवायसम्बन्धावच्छिन्नकारणता समवायसम्बन्धावच्छिन्नकार्यता. तदर्थं तत्र तत्र कार्यता कारणता सम्बन्धावच्छेदकत्वं निवेशनीयम् इति उच्यते. अस्तु, अधुना अग्रे पठतु. तद्वद् एव च आदिपतननिष्ठसमवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् इति निरूपिते गुरुत्वलक्षणे अपि कार्यतायां कारणतायां च समवायसम्बन्ध अवच्छिन्नत्वनिवेशनप्रयोजनं चिन्तयन् तत्रापि आदिपतन निष्ठ समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित कार्य तत् आदिपतने यत् यः अस्ति निष्ठ समवायसम्बन्धेन कार्यता कार्यता निरूपित कार्य कार्यं निरूपयति अपि च समवायसम्बन्ध अवच्छिन्न कारणता अपि तत् समवायसम्बन्ध एव कारणता अपि निरूपयति एकनिमिषः एकनिमिषः तत्र स्पष्टता भवेत्. आद्यपतननिष्ठ समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धः अवच्छेदकः, तेन किमपि न निरूप्यते, कार्यता निरूपयति कारणताम् इति स्पष्टता भवेत्. यतोहि पूर्वमपि वयं दृष्टवन्तः खलु निरूपकनिरूप्यभावः कुत्र वर्तते, कार्यता कारणता. अन्य कोऽपि वदति वा? हा समीचीनम्, आधेयता अधिकरणता तत्रापि अस्ति, कार्यता कारणता तत्रापि अस्ति, प्रतियोगितानुयोगिता तत्रापि अस्ति खलु. इत्युक्ते यत्र यत्र साकाङ्क्षपदार्थाः भवन्ति, कार्यता इति वदामश्चेत् कं प्रति कार्यता, कस्य कार्यता इत्यादिकं प्रश्नः आगच्छति. अतः एव कार्यता निरूपितकारणता भवति अथवा कारणता निरूपितकार्यता भवति, तथा अस्ति. समीचीनं वा राजेन्द्रमहोदय? अत्र तु समवायसम्बन्धः अवच्छेदकसम्बन्धः कस्य, हा अस्तु. तर्हि अतः एव अत्र उक्तं गुरुत्वलक्षणे कार्यतायां कारणतायां च समवायसम्बन्धावच्छिन्नत्वनिवेशनप्रयोजनं चिन्त्यम्. अस्तु, तर्हि आहत्य राजेन्द्रमहोदय वदतु, अत्र दलत्रयं वर्तते गुरुत्वलक्षणे, किं किम् अस्ति तद्? आद्यपतन आद्यपतन समवायसम्बन्ध अवच्छिन्नकार्यता समवायसम्बन्ध अवच्छिन्नकारणता। हा समीचीनं, तर्हि आद्यपतनत्वम् आद्यपतनत्वम् इत्यपि कार्यतायाम् अवच्छेदकः, बुध्यते वा? कार्यता कुत्र अस्ति? कार्यता तु आद्यपतन आर्यपतन आद्यपतने अस्ति अस्ति। हा समीचीनम्, आद्यपतने अस्ति कार्यता खलु, इति कृत्वा कार्यतायाः अवच्छेदकधर्मः अस्ति आद्यपतनत्वम् इति प्रथमदलम्। अपि च द्वितीयदलं भवता उक्तमेव, समवायसम्बन्धावच्छिन्नकार्यता इति। तृतीयदलं समवायसम्बन्ध अवच्छिन्नकारणता। हा समीचीनम्, अस्तु सम्यक् अस्ति। तर्हि गुरुत्वलक्षणे दलत्रयं वर्तते इति आगतम्, अधुना इतः अग्रे दलसार्थक्यं कथं क्रियते इति नैयायिकैः इति अग्रे परिशीलयिष्यामः। सुनील महोदय। समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वात् अवच्छेदकत्वात् आद्यपदन रूपधर्मस्यापि तुल्ययुक्ता अवच्छेदकत्वम् आवश्यकम्। एवं च कारणतायां समवायसम्बन्ध अवच्छिन्नत्वा अनुपादने आद्यपदनत्वा अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्धावच्छिन्न कारणदाश्रयत्वमिति गुरुत्वलक्षणं स्यात्। तथा सति समवायिकारणे कन्दुके अतिव्याप्तिः, तत्र तादृशकार्यतानिरूपिततादात्म्यसम्बन्ध अवच्छिन्न कारणतायाः स्यात्। कारणतायां समवायसम्बन्ध अवच्छिन्न अवच्छिन्नत्वनिवेशे तु नायं दोषः, यतोहि तन्निष्ठकारणता तादात्म्येन अवच्छिन्न न तु समवायेन इति। पुनः कण्ठशः पश्यामि। समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्ववत् आद्यपदनत्व रूपधर्मस्यापि तुल्ययुक्ता अवच्छेदकत्वम् आवश्यकम्। यत्र वयं समवायसम्बन्धस्य कार्यतायां दृष्टवन्तः, तत्र अवच्छेदकत्वं दृष्टवन्तः, अतः तत्र अत्र आद्यपदनत्वरूपधर्मस्यापि तुल्ययुक्त अवच्छेदकत्वम् आवश्यकमिति। अत्र रूपः इति आद्यपदनरूपमिति अत्र गुणः वा? रूपम् इति गुणः नास्ति, आद्यपतन इति धर्मः इति चिन्तयतु। तुल्ययुक्त्या इत्युक्ते समानयुक्त्या इति। अत्र समानयुक्तियुक्तिः के इति महोदय? अत्र यत्र समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वम् आसीत्, अत्र आद्यपदनत्वरूपधर्मस्यापि अवच्छेदकत्वम् आवश्यकमिति। सत्यं, तुल्ययुक्ति इत्युक्ते कार्यतायाम् अवच्छेदकद्वयमस्ति, कार्यतायाः अवच्छेदकद्वयम्। अवच्छेदकद्वयं किमस्ति अत्र? समवायसम्बन्धस्य समवायसम्बन्धः इति समवायसम्बन्धः इति एकः अवच्छेदकः कार्यकः, अनन्तरम् आद्यपदनस्य रूपधर्मस्य धर्मः इति अन्यत् अन्य आद्यपतनत्वरूपधर्मस्य इत्युक्ते आद्यपतनम् इति किमपि अस्ति, कश्चन पदार्थः अस्ति, तस्मिन् कः धर्मः भवेत्? अत्र रूपधर्मः इति अस्ति न पटे पटत्वम् अस्ति खलु पटे पटत्वं पुस्तके पुस्तकत्वम् आद्यपतने आद्यपतनत्वम् आद्यपतनत्वं तर्हि तत् पदं पठतु आद्यपतनत्व आद्यपतनत्वरूपधर्मस्य इति हा इत्युक्ते एकः धर्मः अस्ति धर्मस्य स्वरूपं किम् आद्यपतनत्वम् अवगच्छति वा रूपम् इति तादृश बहुत्र दृष्टवन्तः महोदय अत्र रूपः रूपम् इत्युक्ते एकविधः इति चिन्तयतु रूपम् इत्युक्ते गुणः नास्ति आद्यपतनत्वरूपधर्मः इत्युक्ते आद्यपतनत्वम् इति धर्मः इति चिन्तयतु बुद्धम् हा समीचीनं तर्हि कार्यतायाम् अवच्छेदकद्वयं किं किम् अस्ति समवायसम्बन्धः एकः अनन्तरम् आद्यपतन पतनत्वधर्मः इति समीचीनं अस्तु इदानीम् अग्रे पठतु एवं च कारणतायां समवायसम्बन्ध अवच्छिन्नत्वानुपादने आद्यपतनत्वावच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्धावच्छिन्न कारणताश्रयमिति गुरुत्वलक्षणं स्यात् अत्र पुरा कारणतायाम् अपि अत्र द्वयमस्ति इति वा गुरुत्वलक्षणे आरभतः पठतु एवं च कारणतायामपि समवायसम्बन्ध अवच्छिन्नत्वानुपादाने हा इदानीं तावत्पर्यन्तं किम् अवगतम् अत्र पूर्वं कार्यतायां कौ स्तः इति वयं दृष्टवन्तः इदानीम् अत्र कारणतायां समवायसम्बन्ध अवच्छिन्नत्वानुपादाने इति अस्ति एकनिमिषः कारणतायाः अवच्छेदकसम्बन्धः कः तत्रापि समवायसम्बन्धः किल समवायसम्बन्ध अवच्छिन्न किमर्थं समवायसम्बन्धः कारणतायाः अवच्छेदकः अत्र द्वयमपि अस्ति इति कारणेन अत्र आद्यपदने अपि आद्यपदनमपि समवायसम्बन्धेन अस्ति गुरुत्वमपि समवायसम्बन्धेन अस्ति इति कारणेन कार्यतायां च कारणतायां समवायसम्बन्धः अस्ति इति सत्यं बहु समीचीनम् इति कार्यतायां समवायसम्बन्धः न आद्यपतनं कुत्रचित् यत्र कुत्रापि भवति फले कन्दुके उपरितनचित्रं पश्यतु एकं चित्रम् अस्ति खलु उपरि तस्मिन् वदतु कार्याधिकरणं किम् अस्ति फलमिति कार्यमस्ति फलं किमस्ति फलं किम् अस्ति अत्र फलमेव अधिकरणम् अस्ति अत्र कस्य कस्य अधिकरणम् अस्ति आद्यपदनस्य अधिकरणमस्ति गुरुत्वस्य अपि अधिकरणमस्ति समीचीनं तत्र कार्यं किं कारणं किम् लक्ष्मी भगिनी साहाय्यं करोति वा अथवा सन्ध्या भगिनी आं भगिनि तत्र अधिकरणमस्ति फलं कारणम् अस्ति गुरुत्वं कार्यमस्ति आद्यपतनम् हा अस्तु तर्हि कारणता कुत्र वर्तते कार्यता कुत्र च कारणता अस्ति गुरुत्वे कार्यता अस्ति आद्यपतने तर्हि कारणता अवच्छेदकसम्बन्धः किं स्यात् अथवा तर्हि कारणं समवायसम्बन्धेन अधिकरणे अस्ति वा फले अस्ति इति कृत्वा कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः अस्ति तथैव कार्यम् इति यद् आद्यपतनमिति क्रिया अस्ति सा अपि समवायसम्बन्धेन अधिकरणे फले अस्ति इति कृत्वा कार्यतावच्छेदकसम्बन्धः अपि समवायसम्बन्धः हा समीचीनमस्ति तर्हि सुनलमहोदया किञ्चित् बुद्धं वा अत्र इदानीं गुरुत्वकारणेन आद्यपतनं भवति इति कार्यमस्ति इदानीं. हा समीचीनं. तर्हि कारणतायाः अवच्छेदकसम्बन्धः कः? कारणमस्ति अत्र गुरुत्वमिति. इदानीमेव भगिनी उक्तवती कारणं केन सम्बन्धेन अस्ति फले? समवायसम्बन्धेन अस्ति फले अस्ति. गुरुत्वं गुरुत्वं समवायसम्बन्धेन गुरुत्वम् इति कारणं समवायसम्बन्धेन फले अस्ति. अतः कारणतायाः अवच्छेदकसम्बन्धः कः? समवायसम्बन्धः. तावदेव अस्ति. कार्यतायाः अवच्छेदकसम्बन्धः कः? सः अपि समवायसम्बन्धः. कार्यमाद्यपदनम् अतः कार्यताद्यपदने अस्ति. समीचीनं खलु. इति गुरुत्वं कीदृशं कारणम् आद्यपतनस्य? अन्य कोऽपि साहाय्यं करोति? अस्तु लक्ष्मी भगिनी वदतु, गुरुत्वं कीदृशं कारणम्? असमवायिकारणम्. असमवायिकारणम्. असमवायिकारणस्य लक्षणं किम्? समीचीनं. समवायेन स्थित्वा समवायेन कार्यं जनयति इति असमवायिकारणम्. अतः गुरुत्वम् आद्यपतनक्रियायाः असमवायिकारणम् अस्ति. बुद्धं वा महोदय? अस्तु समीचीनं. तर्हि इदानीं पठतु. अग्रे किल अत्र तथा सति. एवं च कारणतायां समवायसम्बन्धावच्छिन्नत्व अनुपादाने. अनुपादानम् इत्युक्ते किम्? रामप्रिया भगिनी साहाय्यं करोति वा? आं भगिनि. अनुपादानम् इत्युक्ते अत्र समवायसम्बन्ध अवच्छिन्न अनुपादानि इत्युक्ते किमपि समवायसम्बन्ध इति दलं त्यक्त्वा. अस्तु, समवायसम्बन्धः उभयत्र अस्ति, कार्यतावच्छेदकः इति कारणतावच्छेदकः इति. तर्हि अत्र कारणताय कारणतायां समवायसम्बन्धः अनुपादाने. हा बहु समीचीनं. तर्हि कारणतायां समवायसम्बन्धावच्छिन्नत्वं यदस्ति तस्य अनुपादाने इत्युक्ते त्यजनेन त्यजने किं भवति इति अग्रे पठतु सुनील् महोदय. अत्र आद्यपदनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्धावच्छिन्न कारणताश्रयत्वमिति गुरुत्वलक्षणं स्यात्. इदानीम् अवगच्छति वा? अत्र इत्युक्ते कारणतायां यः समवायसम्बन्धावच्छिन्नत्वम् अस्ति तद् त्यक्त्वा आद्यपदनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्धावच्छिन्न कारणदाश्रयत्वमिति गुरुत्वलक्षणं स्यात् इति अस्ति. इदानीं कार्यतायाः अवच्छेदकद्वयमस्ति खलु, तत् त्यक्तं वा अत्र? न, केवलं कारणतायाः एव त्यक्तम् इति. हा समीचीनं. कारणतायां यः अवच्छेदकत्वम् आसीत्, अवच्छेदकः यः आसीत् कारणतावच्छेदकः, सः त्यक्तः. तत् त्यक्त्वा किञ्चित् सम्बन्धावच्छिन्नत्वं भवतु. किञ्चित् सम्बन्धावच्छिन्नम् इत्युक्ते केवलं समवायसम्बन्धः नास्ति इति वा? हा किञ्चित् इत्युक्ते तत्र स्पष्टतया न उक्तं कः सम्बन्धः इति. यः कोऽपि सम्बन्धः भवतु कारणता अवच्छेदकसम्बन्धः इति उक्तं चेत् गुरुत्वलक्षणे किं स्यात् इति अग्रे. तर्हि एकं दलम् एकं दलं त्यक्तम् अत्र. दलं किं त्यक्तम् अत्र? कारणतायाः समवायसम्बन्धं सम्बन्धः त्यक्तम्. हा, कारणतायाः समवायसम्बन्धावच्छेदकत्वं त्यक्तम्. अस्तु, अनेन किं जायते इति अग्रे अस्ति, पठतु. तदा सति समवायिकारणे. एकनिमिषः एकनिमिषः एकनिमिषः शुकमनः महोदय. हा, किञ्चित् सम्बन्ध अवच्छिन्न इति दत्तमस्ति किल, अतः इदानीं गुरुत्वम् इति एकः पदार्थः न तु गुणः इति स्वीकृत्य एतत् चिन्तनं प्रवर्तते. गुणः इति स्वीकृतं चेत् गुणः गुणि समवायसम्बन्धेन भवितुम् अर्हम् अतः किल. सत्यम्. अपि च गुरुत्वलक्षणवाक्ये गुणः इति न दत्तम्. आद्यपतन असमवायीकारणं गुरुत्वं तावदेव दत्तं. सत्यं. हा, तर्हि कः विचारः अत्र? तर्हि गुणः गुणः इति कथं साधयन्ति इति वा विचारः? प्रायः अतः एव एतद् एतादृशं चलति. यदि गुणः इति लक्षणे दत्तमस्ति चेत् एतद् असमीचीनं भवति किल, एतादृशचिन्तनं. किञ्चित् सम्बन्धावच्छिन्नत्वम् इति न वक्तुं शक्यते एव. प्रायः सत्यमेव महोदय. किन्तु तत्र मम एकं चिन्तनमस्ति, गुरुत्वम् इति अनुमानेन जातं खलु. आम्, रूपवत् न दृश्यते, शब्दवत् न श्रूयते, स्पर्शवत् न अनुभवामः. सत्यं. तर्हि प्रायः तेषां चिन्तनम् अन्यत् किमपि अस्ति वा इति, यतोहि गुरुत्वम् इति अनुमानेन जातम्, अनुमानेन जायमानः गुणः. हा, एतादृशचिन्तनद्वारा प्रायः यद् अनुमानान्य जातं तत् तत् कीदृशपदार्थम् इत्यपि वक्तव्यं किल. यदि समवायसम्बन्धेन एव समवायसम्बन्धेन कार्यता कारणता अवच्छिन्नम् इति चेत् गुण तत्र गुरुत्वं गुण गुणं भवितुम् अर्हति. अतः प्रायः एतादृशचिन्तनं ते करोति इति अहं चिन्तयामि. हा, यतोहि गुरुत्वम् इति आदौ एव गुणः इति अनुक्त्वा एव एतादृशं चिन्तनम् आगन्तुम् अर्हति. आम् आम् आम् आम्. हा, समीचीनं चिन्तनं, प्रायः तथा स्यात्. धन्यवादः. अस्तु, हा अस्तु, तर्हि अग्रे गच्छतु महोदय. सुनीलमहोदय, एकम् एकं दलं त्यक्तं, तदस्ति खलु मनसि समवायसम्बन्धः कारणतावच्छेदकत्वेन त्यक्तः. अधुना अग्रे गच्छतु. तथा सति समवायिकारणे कन्दुके अतिव्याप्तिः. अतः तत्र अतिव्याप्तिः कन्दुके भवति इति अस्ति. हा, किमर्थं? कन्दुकः कीदृशकारणं? कन्दुकः अत्र इदानीं पूर्वं फलमिति वयं दृष्टवन्तः, अत्र अधिकरणम् अस्ति. अत्र कन्दुके आद्यपतनं क्रिया अपि अस्ति. इदानीं केवलं कारणतः समवायसम्बन्धावच्छिन्नत्वं त्यक्त्वा अत्र केवलं कार्यतायाः एव अस्ति इति. सत्यं, किन्तु कन्दुकं समवायिकारणम् इति उक्तं खलु अत्र, अथवा फलं, कन्दुकं भवतु अथवा फलं, समवायिकारणस्य लक्षणं किमस्ति? स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा अन्यं किमपि जनयति इति समवायिकारणं. हा, अन्यत् किमपि जनयति समवायसम्बन्धेन, अस्तु, इति समवायिकारणं. समीचीनं. तर्हि समवायिकारणस्थले कारणता अवच्छेदकसम्बन्धः कः? सरला भगिनी सहायं करोति वा? समवायिकारणे कारणता अवच्छेदकसम्बन्ध तादात्म्यसम्बन्धं भवति खलु महोदय. समीचीनं भगिनी, धन्यवादः. तादात्म्येन स्थित्वा समवायेन कार्यं जनयति कन्दुकः. क्रिया समवायेन एव भवति, कन्दुके, फले अथवा परस्मिन् द्रव्ये. कन्दुकः स्वस्मिन् केन सम्बन्धेन भवति? तादात्म्यसम्बन्धेन. हा, अपि च कन्दुकः कारणमस्ति खलु अत्र, तर्हि कारणतावच्छेदकसम्बन्धः कः? अत्र पुनः समवायसम्बन्धः समवायसम्बन्धः तु सर्वदा कार्यतावच्छेदकसम्बन्धः यत्र कुत्रापि समवायीकारणस्थले असमवायीकारणस्थले. अधुना सरला भगिनी उक्तवती खलु कन्दुकः कारणमस्ति क्रियायां क्रियां प्रति, तर्हि कन्दुकः तादात्म्यसम्बन्धेन स्वस्मिन् तिष्ठति इति कृत्वा कन्दुकः कारणं कारणतावच्छेदकसम्बन्धः तादात्म्यसम्बन्धः. बुद्धं वा? कन्दुकः तादात्म्यसम्बन्धेन स्थित्वा कार्यं जनयति इति सत्यं, समवायेन कार्यं जनयति समवायेन. अस्तु, तर्हि अधुना अस्माभिः किं कृतम्? एकं दलं त्यक्तं. तद्दलं किं? कारणता अवच्छेदकत्वसम् कारणता अवच्छेदकसम्बन्धः इति त्यक्तः. तस्य त्यजनेन किम् आगच्छति इति अग्रे अस्ति. समवायिकारणे कन्दुके अतिव्याप्तिः किमर्थम् इति अग्रे पठतु. तत्र तादृश कार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्न कारणतायाः स्यात्. अत्र अतिव्याप्तिः तादृश कार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्न कारणतायाः स्यात् इति अस्ति. सत्वात्, सत्वात् अत्र कार्यतानिरूपित अत्र कन्दुकं तादात्म्यसम्बन्धेन स्थित्वा कार्यं जनयति इति अस्ति. अतः कार्य तादृशकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणतायाः सत्त्वात् इति अस्ति. अहं न सम्पूर्णं न अवगच्छामि. अस्तु अस्तु, समीचीनं. तर्हि सरला भगिनी साहाय्यं करोति वा? तादात्म्यसम्बन्धेन स्थित्वा आद्यपतनक्रिया समवायेन जनयति. अपि आद्यपतने आद्यपतनत्वम् अस्ति, अतः कार्यतायाः अवच्छेदकसम्बन्ध समवायसम्बन्ध अपि आद्यपतनत्वं सम्बन्ध तथैव तिष्ठति. यत् यदा गुरुत्वं समवायसम्बन्धेन यदि वयं त्यजामः, अतः अत्र कन्दुके तादात्म्यसम्बन्ध अस्ति, कन्दुके अपि अतिव्याप्तिदोषः भवति. समवायसम्बन्धगुरुत्वे वयं न वदामः. हा हा, तर्हि समवायसम्बन्धं न कदापि वदामश्चेत् कन्दुके अपि च गुरुत्वे उभयत्र कीदृशलक्षणम् आगच्छति भगिनि? लक्षण कारणतायाः लक्षण एकं भवति, समवाय सम्बन्ध कारणतायाः सम्बन्धदलम् इति वयं त्यजामः. केवलं कार्यतायाः सम्बन्ध भगिनि भगिनि एकनिमिषः एकनिमिषः. अत्र किं वार्ता का इति चेत् कारणतायाम् अवच्छेदकसम्बन्धः त्यक्तः खलु उभयत्र, गुरुत्वे अपि च कन्दुके उभयत्र कारणता अवच्छेदकसम्बन्धः कः इति न उक्तः. तथा न उक्तं चेत् लक्षणवाक्यं किं भवति? लक्षणवाक्यं भवति समवायसम्बन्ध अवच्छिन्न कार्यता अध्यापतनत्व धर्मेण कार्यता अवच्छिन्ना निरूपति कारणता आश्रयं करोति. हा समी एकनिमिष, तर उपरितनवाक्यं पठतु. आद्यपतनत्वावच्छिन्न उपरितनवाक्यमस्ति खलु, आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता निरूपित किञ्चित् सम्बन्धावच्छिन्न कारणताश्रयत्वम् इति अस्ति खलु. पश्यति वा भगिनि? भगिनि न श्रूयते. पश्यामि भगिनि, किञ्चित् सम्बन्धावच्छिन्न कारणता आश्रयत्वम् इति गुरुत्वलक्षणं स्यात् यदि समवायसम्बन्धवच्छिन्ना कार्यता वयं त्यजामः तद् गुरुस्य लक्षणं भवति आद्यपतनत्व अवच्छिन्ना समवायसम्बन्धन सम्बन्धवच्छिन्ना कार्यता निरूपित गुरु कारणता आश्रितं गुरुत्वस्य लक्षणम्। हा समीचीनं, तादृश एव लक्षणवाक्यं कन्दुकस्यापि भवति वा? आम् किन्तु कारणता अवच्छेदकसम्बन्धः त्यक्तः अधुना कन्दुकस्य विषये त्यक्तः द्वे कन्दुकस्य अपि गुरुत्वस्य कारणता अवच्छेदकसम्बन्धः त्यक्त्वा दलद्वयं कार्यतासम्बन्धे तिष्ठति। हा हा, दलद्वयमपि कार्यतावच्छेदकत्वदलद्वयमपि स्वीकुर्मः चेत् तदा गुरुत्वलक्षणमपि समानं भवति, अपि च कन्दुकस्य कारणतः लक्षणमपि समानं भवति। समीचीनं, तर्हि अतिव्याप्तिः कुत्र आगच्छति? अतिव्याप्ति दलस्य कारणतायाः अवच्छेदकसम्बन्धे आगच्छति। तथा सति इति पठतु तस्मात् आरभ्य अन्तपर्यन्तं। तथा सति समवायिकारणे कन्दुके अतिव्याप्तिः। तर्हि अतिव्याप्तिः कुत्र आगच्छति? अतिव्याप्ति सम्बन्धे कारणस्य सम्बन्धे आगच्छति समवायिकारणे। समवायिकारणे आगच्छति, न तु सम्बन्धे खलु? कन्दुकसमवायिकारणे कार्यं जनयति, तत्र कन्दुके अतिव्याप्तिः आगच्छति। हा समीचीनं, कन्दुके अतिव्याप्तिः आगच्छति, अस्तु अग्रे पठतु। तत्र तादृशकार्यता निरूपित तादात्म्यसम्बन्धवच्छिन्ना कारणतायाः सत्वत् कन्दुके अतिव्याप्ति भवति कारणं कि कन्दुके तादात्म्य सम्बन्धवच्छिन्न कारणता सति, अतः कार्यतानुरूपित तादात्म्यसम्बन्धवच्छिन्ना कारणतायाः कन्दुके अस्ति। हा, तादृशकार्यतानिरूपित, तादृशकार्यता इत्युक्ते कीदृशी कार्यता इत्युक्ते आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता, तादृशकार्यतानिरूपित कारणता पुनः कन्दुके अस्ति, परन्तु कन्दुके तादात्म्यसम्बन्धावच्छिन्न कारणता अस्ति खलु? आम्। हा, अतः अतिव्याप्तिः अपि च दोषः अपि, एकत्र कन्दुके तादात्म्यसम्बन्धावच्छिन्न कारणता, अपरत्र गुरुत्वे समवायसम्बन्धावच्छिन्न कारणता इति अस्ति, परन्तु कारणतावच्छेदकधर्मः त्यक्तः चेत् केवलं कार्यताविषये एव वदामः चेत् तर्हि उभयत्र समानकारणता इति आगच्छति खलु, कार्यतानिरूपितकारणता इति आगच्छति खलु? वाक्यं न भवितुं शक्नोति तत्र। हा अस्तु अग्रे पठतु। कारणतायां समवायसम्बन्ध अवच्छिन्नत्वे निवेशे तु नायं दोष, यदि कारणताया समवायसम्बन्धवच्छिन्ना वयं योजयामः तत् अतिव्याप्तिदोषं न भवति, कारणं कि तत् कन्दुकस्य कारणतावच्छेदकसम्बन्धः भिन्नः अस्ति, तत् तादात्म्यसम्बन्धः अस्ति, परन्तु गुरुत्वस्य अवच्छेदकसम्बन्धः समवायसम्बन्धः अस्ति, अतः तस्य लक्षणं वाक्ये समवायसम्बन्धवच्छिन्ना समीचीनं भवति। हा बहु सम्यक् अस्ति भगिनि, इति एव वार्ता। तर्हि सारांशत्वेन वदतु अस्मिन् परिच्छेदे यद् भवती उक्तवती तत्र किं दलं त्यक्तं किं दलम् अवशिष्टम् इति। ओके, गुरुत्वस्य लक्षण त्रीणि दलानि सन्ति, कार्यतायाः असमवायिकारणम् अस्ति गुरुत्वस्य लक्षणे, समवायसम्बन्धेन अवच्छिन्ना कारणता निरूपित कार्यता समवायसम्बन्धेन कार्यता साध्यपतनत्वे कार्यता अवच्छिन्ना निरूपितकारणता. एकनिमिष एकनिमिष, दलत्रयं किम् इति कोऽपि पृच्छति चेत् आद्यपतनात्वावच्छिन्न कार्यता इति एकं आद्यपतनत्व. एकनिमिष भगिनि, अत्र अवच्छेदकत्रयं वर्तते, आद्यपतनावत् आद्यपतनत्वावच्छिन्न कार्यता इति एकं दलं, समवायसम्बन्धावच्छिन्न कार्यता इति द्वितीयं दलं, पुनः समवायसम्बन्धावच्छिन्न कारणता इति तृतीयं दलं. समीचीनं. तर्हि अस्मिन् परिच्छेदे किं दलं त्यक्तम्? अस्मिन् परिच्छेदे समवायसम्बन्धेन कारणता अवच्छेदकसम्बन्ध तृतीयदलं त्यक्त्वा त्यक्तमस्ति. सम्यक्. तादृशदलं त्यजामश्चेत्, कारणता अवच्छेदकसम्बन्धं त्यजामश्चेत् कुत्र अतिव्याप्तिः? तत्र कन्दुके अपि अतिव्याप्तिः भवति, समवायिकारणे कन्दुके तादात्म्यसम्बन्धेन स्थित्वा तादृश कार्यता समवायसम्बन्ध अवच्छिन्न अपि आद्यपतनत्वे धर्मेण अवच्छिन्ना कार्यता जनयति. हा, कारणतायाः अवच्छेदकसम्बन्धं त्यजामश्चेत् समवायिकारणे अतिव्याप्तिः आगच्छति इति मनसि भवेत्. अस्तु, अग्रे सरेम तर्हि. अस्तु, समीचीनं. तर्हि अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि. कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व अनुपादने समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् एव गुरुत्वलक्षणं स्यात्. एवं सति यत्किञ्चित् असमवायिकारणे अतिव्याप्तिः. कपालद्वयसंयोगः घटासमवायि असमवायिकारणं. कस्मिन्नपि समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणता वर्तते. कार्यस्य घटस्य कारणस्य कपालद्वयसंयोगस्य च कपाले एकस्मिन् अधिकरणे समवायेनैव सत्त्वात्. कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व आपादने अनुचित्व उपपादने उपादाने अत्र अत्र ओ उपादाने अस्तु उपादाने तु कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्ना न तु आद्यपतनत्व अवच्छिन्ना इति न अतिव्याप्तिः. अस्तु, इदानीं पूर्वं वयं दृष्टवन्तः यदि दल कारणतायाः अवच्छिन्न कारणतासम्बन्धस्य दलं त्यजामः चेत् किं कुत्र अतिव्याप्तिः भवति इति. इदानीम् अस्मिन् परिच्छेदे यदि आद्यपतनत्व अवच्छिन्नता तस्य अनुपादने किं भवति इति पश्यामः. यदि आद्यपतनत्व अवच्छिन्न इति तत् शब्दः त्यजनेन वाक्यम् इदानीं लक्षणवाक्यं भवति समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् एव गुरुत्वलक्षणं स्यात्. यदि एतादृशवाक्यः वाक्यमस्ति चेत् अत्र कार्यता समवायसम्बन्ध अवच्छिन्न कार्यता एव लक्षणवाक्ये कीदृशकार्यता इत्युक्ते एतत् इदानीम् एतत् सामान्यलक्षणवाक्यम् अस्ति. कीदृशकार्यता इति न तत्र स्पष्टता नास्ति. अतः यत्किमपि असमवायिकारणे अतिव्याप्तिः भवति. एवं सति यत्किञ्चित् अपि असमवायिकारणे अतिव्याप्तिः. घटस्य प्रसङ्गे कपालद्वयसंयोगः घटे समवायेन संयोगः अस्ति. तत् घटस्य असमवायिकारणमस्ति. तत्रापि एतादृश लक्षणवाक्यं तादृश कपालद्वयसंयोगः अपि एतादृश लक्षणवाक्यं लक्षणवाक्यस्य सत्त्वता भवति. अतः कपालद्वयसंयोगः घटस्य पुनः कीदृशकारणमस्ति? असमवायिकारणं. घटस्य असमवायिकारणं. तत्रापि समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् इति सङ्गच्छते वा कपालद्वयसंयोगे? आम् आम् आम् कपालद्वयसंयोगः समवायेन कारणता आश्रये ये समवायसम्बन्धे कारणता आश्रयं स्थित्वा घटम् इति कार्यं समवायेन जनयति समवायसम्बन्धेन जनयति इति तत्रापि एतादृश लक्षणवाक्यं साधु भवति. साधु भवति. अस्तु, आम् आम् तस्मिन्नपि समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता निवर्तते. इदानीमेव एतत् वाक्यं दृष्टवन्तः. कार्यस्य घटस्य कारणस्य कपालद्वयसंयोगस्य च कपाले एकस्मिन् अधिकरणे समवायेनैव सत्त्वात्. अस्तु अस्तु, एतदपि उक्तम् इदानीमेव, अतः अग्रे गच्छामि. कार्यताम् अस्तु अस्तु गच्छतु भगिनि. आम् कार्यतायाम् आद्यपतनतत्व अवच्छिन्नत्व उपादाने तु कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्ना. कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्वा उपादाने तु कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्ना, न तु आद्यपतनत्व अवच्छिन्ना इति न अतिव्याप्तिः. अस्तु, इदानीम् आद्यपतनत्व अवच्छिन्ना इति पुनः वाक्ये वाक्ये स्थापयामः. तत्र तत्र अतिव्याप्तिदोषं गच्छति. किमर्थं चेत् इदानीं कारणता कीदृश कारणता कार्यता किम् अति स्पष्टं भवति. अत्र अस्मिन् प्रसङ्गे आद्यपतनत्वा इति कार्यं, घटप्रसङ्गे कार्यमस्ति घटं, कारणता अस्ति कपालद्वयसंयोगः. अत्र आद्यपतन अत्र तर्हि अस्माकं वाक्यमस्ति समवायसम्बन्धावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता. तादृशी कारणता कुत्र कुत्र अस्ति? यत्र यत्र कुत्रापि कारण समवायेन एकनिमिष अस्मिन् परिच्छेदे अस्मिन् परिच्छेदे कपालद्वयसंयोगः कारणताश्रये समवायेन स्थित्वा समवायेन घटं समवायसम्बन्धेन कार्यं घटं जनयति इति कृत्वा समवायसम्बन्धावच्छिन्न कार्यतानिरूपितकारणता कुत्र अस्ति? कपालद्वयसंयोगे अस्ति, अपि च गुरुत्वे अपि, खलु? गुरुत्वे अस्ति, आम्, अपि च गुरुत्वे अस्ति, आम्. हा, केवलं कपालद्वयसंयोगे इति न, अन्यत्र यत्र कुत्रापि असमवायीकारणं भवति तत्र तत्र तादृशी कारणता वर्तते. कीदृशी कारणता? समवायसम्बन्धावच्छिन्न कारणता समवायसम्बन्धावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता तत्र तत्र वर्तते यत्र कुत्रापि असमवायिकारणमस्ति. अतः किं करणीयम् अत्र? अतः आद्यपतनत्व अवच्छिन्न इति कायतायाः अवच्छेदकम् अत्र स्पष्टतया दक्षिणवाक्ये निवेशनीयम् इत्युक्ते तत्र आद्यपतनत्व अवच्छिन्न कायतानिरूपित समाय न आद्यपतन अवच्छिन्न अवच्छिन्नसमवायसम्बन्ध आद्यपतननिष्ठसमवायसम्बन्ध अवच्छिन्न कायतानिरूपित इति स्पष्टतया तत्र दलत्रयम् आवश्यकम्. अस्तु, समीचीनं. तर्हि सर्वेषां मनसि स्पष्टता अस्ति वा अथवा कोऽपि प्रश्नः? शुकवनमहोदय प्रायः एकवारं वदतु यत् सरला भगिन्या सुनील महोदयेन उक्तम् अपि च यद् अधुना कोऽपि ध्वनिः आगच्छति. क्षम्यतां भगिनि, मम पौत्रः मम गोदे अस्ति. अस्तु तर्हि अन्यः कोऽपि वदेत् वा? तर्हि प्रायः राजेन्द्र महोदय वदति वा? राजेन्द्र महोदय म्यूट् अन्म्यूट् कृत्वा वदतु. वदतु महोदय. इदानीं भगिनि प्रयत्नं करोमि, प्रायशः सम्यक्तया न अवगच्छामि. कार्यतायां यथा यथा आद्यपतन अवच्छिन्न त्यजामः त्यजामः तत् वदामः तत् त्यक्त्वा वदामः समवायसम्बन्ध अवच्छिन्नकार्यता निरूपितसमवायसम्बन्ध अवच्छिन्नकारणता श्रुतम् इति एव गुरुत्वलक्षणं स्यात्. आद्यपतनक्रिया त्यक्त्वा अन्यत् वदामः समवायसम्बन्ध अवच्छिन्नकार्यता निरूपितसमवायसम्बन्ध अवच्छिन्नकारणता श्रुतं गुरुत्वलक्षणं स्यात्. तस्मिन् अवस्थायां कीदृशी स्थितिः अस्ति तत् चिन्तयामः. एवं सति यत् किञ्चित् समवायिकारणे अतिव्याप्तिः अस्मिन् अस्मिन् स्थित्यां यत् यत् कोऽपि समवायिकारणे असमवायिकारणे अतिव्याप्तिः खलु महोदय? आम् आम्, यत् किञ्चित् असमवायिकारणं तत् तेन अतिव्याप्तिदोषः जायते. यथा आदिपतन अवच्छिन्न त्यजामः कपालद्वय यथा कपालद्वयसंयोगः घटसमवायि कारणं कपालद्वयसंयोगः तस्मिन् अपि च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता वर्तते. तस्मिन् अपि यथा कपालद्वयसंयोगः यथा जायते यः घटस्य असमवायिकारणम् अस्ति तस्मिन् दशायाम् अपि समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता वर्तते. यथा यथा आदिपतनक्रियायाम् अस्ति तादृशी स्थितिः घटस्य यथा निर्माणं कुर्मः तत् तादृशी स्थितिः अपि अस्ति. अस्तु, एकनिमिष एकनिमिष, घटस्य असमवायिकारणं किं? कपालद्वयसंयोगः. हा, कपालद्वयसंयोगे समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता अस्ति वा? आम् आम् अस्ति भगिनि. अस्ति, तर्हि तादृशी कारणता गुरुत्वे अपि अस्ति, कपालद्वये संयोगे अपि अस्ति. तर्हि अतिव्याप्तिः कुत्र आगच्छति? अत्र कपालद्वयसंयोगः. हा, कपालद्वयसंयोगः भवतु अथवा अन्यत् किमपि असमवायिकारणं भवतु, तत्र अतिव्याप्तिः आगच्छेत् तन्निवारणार्थं किं कर्तव्यम्? तत्र तत् आदिपतन अवच्छिन्न तत् पुनः तत्र स्थापयामः चेत् तत् तदा तत् घटत् अवच्छिन्न तत् अतिव्याप्तिः न भवति तदा. हा, समीचीनं. तर्हि कपालद्वयसंयोगस्थले या कार्यता अस्ति सा घटत्वावच्छिन्ना अस्ति खलु? अत्र आद्यपतनत्वावच्छिन्नकार्यता अस्ति इति कृत्वा तद्वदामश्चेत् अपरेषु असमवायीकारणेषु अतिव्याप्तिः निवारिता भवति. समीचीनं, तर्हि अस्तु. इति दलद्वयस्य प्रयोजनम् उक्तं. किं किं दलं? प्रथमं दलमासीत् यद् समवायसम्बन्धावच्छिन्नकारणता, तस्य प्रयोजनं किम् इति उक्तम्. अत्र आद्यपतनत्वावच्छिन्नकार्यता, तस्य प्रयोजनं किम् इति अत्र उक्तम्. पुनः इतोपि एकं दलम् अवशिष्यते, समवायसम्बन्धावच्छिन्नकार्यता इति, तस्य विषये किं वदति इति अग्रे पश्येम. सन्ध्या भगिनी. परन्तु एवं सति, आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् इत्येव अस्तु लक्षणम्. कार्यतायां समवायसम्बन्धावच्छिन्नत्वनिवेशनं मास्तु, न एतावता क्वापि अतिव्याप्तिः. यत्किञ्चित् असमवायिकारणे कपालद्वयसंयोगादौ अतिव्याप्तिवारणं तु आद्यपतनत्वस्य कार्यतावच्छेदकत्वादेव भवति. न हि कपालद्वयसंयोगस्य कार्यता आद्यपतनत्वावच्छिन्ना किन्तु घटत्वावच्छिन्ना. एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमिति भाति. इत्थमेव अग्रिमे द्रवत्वलक्षणेपि तत् पठनीयं वा भगिनि? अस्तु. इत्थमेव अग्रिमे द्रवत्वलक्षणेपि आद्यसन्दनत्वावच्छिन्नत्वस्य कार्यतायां निवेशादेव उदासीने असमवायिकारणे अतिव्याप्तिर्वार्यते इति, तत्रापि कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव. तर्हि इदानीम् आद्यपतनत्वावच्छिन्नकार्यतानिरूपित समवायसम्बन्धावच्छिन्नकारताश्रयत्वम् इति यदि लक्षणं वयं स्वीकुर्मः तर्हि तदेव भवतु तत्र समीचीनं. तत्र कार्यतायाः कृते पूर्वं यद्द्वितीयं दलमासीत् इत्युक्ते आद्यपतनत्वावच्छिन्नकार्यता अनन्तरं समवायसम्बन्धावच्छिन्नकार्यता, तर्हि तत्र समवायसम्बन्धावच्छिन्नत्वस्य तत्र प्रवेशस्य आवश्यकता नास्ति. ते तथा क्रियते चेत् कुत्रापि अतिव्याप्तिः नास्ति. यद् यत्किञ्चित् असमवायिकारणे इत्युक्ते किमपि तत्र असमवायिकारणम्, उदाहरणार्थं तत्र कपालद्वयसंयोगः इति यदि यदा समवायिकारणम् अस्ति तत्र अतिव्याप्तिः भवति इति वदेमश्चेत् तत्रत्य अतिव्याप्तिः तु आद्यपतनत्वम् इति यत् कारणतावच्छेदकत्वं लिखितमस्ति तत् तेन अतिव्याप्तिः निवार्यते. तर्हि कपालद्वयसंयोगस्य किमर्थम् इत्युक्ते कपालद्वयसंयोगे या कार्यता वर्तते सा तु तत्र आद्यपतनत्वावच्छिन्ना नास्ति परन्तु घटत्वावच्छिन्ना अस्ति. अतः तत्र आद्यपतनत्वावच्छिन्न कार्यता इति लेखने तत्र कपालद्वयसंयोगे अतिव्याप्तिः वार्यते. एवमेव तत्र गुरुत्वलक्षणे अपि कार्यता यत्र अस्ति आद्यपतनत्वावच्छिन्नकार्यता तत्र यदि समवायसम्बन्धं न लिखामः चेत् न वदामश्चेदपि तत्र कोऽपि दोषः नास्ति इति. तर्हि तत्र समवायसम्बन्धावच्छिन्नत्वकार्यता इति यद्दलमस्ति द्वितीयं दलं तस्य आवश्यकता नास्ति आद्यपतनत्वावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता इति गुरुत्वस्य लक्षणं गुरुत्वे अस्ति इति वदामश्चेत् पर्याप्तं भवति दलद्वयेन इति अत्र अस्मिन् परिच्छेदे अस्ति. हा, समीचीनं भगिनि. इत्येव अस्ति अस्मिन् परिच्छेदे, दलद्वयं वदामश्चेत् पर्याप्तं. किं दलं त्यक्तं भगिनि अत्र? अत्र कार्यतायां समवायसम्बन्धावच्छिन्नकार्यता इति यदस्ति तद् दलं त्यक्तम्. हा सम्यक् समीचीनमस्ति. एवमेव अग्रे द्रवत्वम् इति अपरः एकः गुणः आगच्छति, तत्रापि एवमेव वदामः. आद्यस्यन्दनत्वावच्छिन्नकार्यता इति वदामश्चेत् पर्याप्तं. तेन उदासीने असमवायीकारणे अतिव्याप्तिर्वार्यते. उदासीने इत्युक्ते इत्युक्ते अत्र अधः लिखितमस्ति उदासीनमित्यस्य प्रकृतासम्बन्धम् इत्यर्थः. इत्युक्ते इदानीं यः विषयीभूतम् असमवायिकारणमस्ति इति वा? प्रकृत असम्बद्ध असम्बद्धम् इत्युक्ते असमवायिकारणम् अप्रासङ्गिकम् अत्र खलु. अस्तु, इत्युक्ते गुरुत्वस्य विषये चर्चा, तर्हि तादृश असमवायिकारणे दलद्वये द्वयेनैव अतिव्याप्तिः वार्यते इति उच्यते तैः, यथा भवती उक्तवती. समीचीनमस्ति. तर्हि अधुना तत्र किञ्चित् चिन्तनमस्ति, यद्यपि तद्दलस्य त्यजनं वयं कुर्मश्चेदपि तद् अस्ति एव. किमर्थम् इत्युक्ते आद्यपतनं तु क्रिया क्रियवन्तो मध्ये समवायसम्बन्धः एव भवति. तर्हि तत् त्यक्तुं न शक्नुमः, लक्षणे वयं त्यक्तुं त्यजामः, किन्तु तद् अस्ति एव इति. इत्युक्ते आद्यपतनम् इति कार्यं जायते समवायसम्बन्धेन इति कृत्वा तद् अवश्यम् इति भवान्. आवश्यकम् इति नास्ति, तद् अस्ति एव. यदा वयं लक्षणे न स्वीकुर्मश्चेत् तद् अनावश्यकं, तत् किमपि दोषं न, तत् त्यजामश्चेत् किमपि दोषं न भवति इति कारणात् लक्षणे वयं त्यजामश्चेदपि आद्यपतना क्रिया अस्ति, आद्यपतनं क्रिया अस्ति. क्रिया तु कार्य अधिकरणे समवायसम्बन्धेन एव भवति, अतः तद् अस्ति एव. सम्यक् महोदय, चिन्तनं समीचीनमस्ति. करपत्रम् अस्य विषये एव, यतोहि लेखकः ग्रन्थकारः किं वदति, न देयम् एव इति भाति इति वदति खलु. तस्य मनसि अपि निश्चयेन मा भवतु इति नास्ति, किमर्थम् इत्यस्य विवरणार्थमेव करपत्रम् अस्ति इति चिन्तयामि. यतोहि यावत्पर्यन्तं वयं पठितवन्तः तत्र अयं विषयः किञ्चित् पृष्टः इति अस्ति. अस्तु, अग्रे सरेम. तर्हि वर्धिनी भगिनी अस्ति वा? आं भगिनि. करपत्रस्य प्रथमभागं पठतु, अपि च सरला भगिनी अस्ति खलु, तर्हि भगिनी ध्वनिः आगच्छति इदानीम्. हा इदानीं समीचीनम्. अस्तु, वर्धिनी भगिनी पठिष्यति, यत्र साहाय्यम् आवश्यकं भवति किञ्चित् विवृणु. आद्यपतना सामवायिकारणं गुरुत्वं पश्यति वा? आद्यपतन असमवायिकारणं गुरुत्वं दलप्रयोजनम्. आद्यपतन असमवायिकारणं गुरुत्वम् असमवायिकारणं किम्? असमवायिकारणस्य लक्षणद्वयम् अस्ति, समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणत्वम् इति एकम्. समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित निरूपित स्वसमवायि समवेतत्वसम्बन्ध अवच्छिन्न कारणत्वमिति द्वितीयम्. अत्र प्रथमं लक्षणं ग्राह्यं. गुरुत्वलक्षणे आद्यपतन असमवायिकारणम् इति अस्ति. तर्हि कार्यता अवच्छेदकसम्बन्धः, समवायसम्बन्धः, कारणता अवच्छेदक सम्बन्ध अपि समवायसम्बन्धौ भवति असमवायिकारणे गुरुत्वे. अत्र आद्यपतन असमवायिकारणं गुरुत्वम् इति वक्तव्यम् असमवैकारणं किम् इत्युक्ते किम् असमवायकारणं किम् असमवायकारणस्य लक्षणद्वयम् अस्ति समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणत्वम् इति एकं समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवेतत्वसम्बन्ध अवच्छिन्नकारणत्वमिति द्वितीयम् किञ्चित् अवगच्छति वा भगिनि प्रथमं तु सुलभमेव प्रथमविध असमवायीकारणं यथा गुरुत्वं समवायेन स्थित्वा समवायेन आद्यपतनं जनयति तत्र तादृश असमवायीकारणमस्ति समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणत्वम् इति प्रथमम् द्वितीयविधं स्मरति खलु अत्र अस्माभिः दृष्टम् असमवायीकारणं द्विविधम् इति द्वितीयविध असमवायीकारणम् अनेन दीर्घवाक्येन निर्दिष्टम् अस्ति तत्र सरला भगिनी प्रायः पृष्ठसङ्ख्या 94 तत्र पश्यतु यथा घटपरिमाणं भगिनी स्वं भवति हा हा हा वदतु परिमाणम् अस्ति घटे समवायिसम्बन्धेन स्व तस्य समवायी घटस्य समवायसम्बन्धेन कारणं कपाल अस्ति सो समवायसमयतत्वेन एकनिमिषः घटपरिमाणं स्वम् इति भवत्या स्वीकृतं स्वसमवायिकः घटपरिमाणं केन सम्बन्धेन कपाले घटपरिमाणं कपाले भवति स्वसमवायिसमवायतत्वेन समवायित्वसमवायतत्वेन समवायित्वसम्बन्धेन पर्याप्तं स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले इति आगच्छति कपाले अस्तु तर्हि कार्यता अवच्छेदकसम्बन्धः कः कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः अस्तु इति सत्यं यदि घटः कार्याधिकरणम् इति स्वीक्रियते चेत् तदा अधुना कपालपर्यन्तम् आगतं खलु तर्हि स्वसमवायी समवायित्वसम्बन्धः कार्यतावच्छेदकसम्बन्धः कपालः कार्यादिकरणमिति चेत् कपालपरिमाणं कारणता कपाले केन सम्बन्धेन कपाले समवायसम्बन्धेन कपालपरिमाणं कपाले अस्ति अतः कारणतावच्छेदकसम्बन्धः अस्ति समवायसम्बन्धः इति आगच्छति अत्र दीर्घवाक्यं पठतु समवायसम्बन्धावच्छिन्नकार्यतानिरूपित स्वसमवायी समवेतत्वसम्बन्धावच्छिन्नकारणता इति अस्ति किल इति किञ्चित् विवृणोतु अधुना घटपरिमाणं कुत्र अस्ति तर्हि घटपरिमाणं स्व समवायी तस्य घटः एकनिमिष समवायसम्बन्धावच्छिन्नकार्यता अत्र कार्यं किं कार्यं घटनिर्माणं कपालेन अस्मिन् पृष्ठे भगिनी 94 इत्यस्मिन् पृष्ठे घटपरिमाणम् इति कार्यं खलु घटपरिमाणं घटे वर्तते घटपरिमाणस्य कारणं किं कपालपरिमाणम् इति असमवायिकारणस्य विषयः खलु तर्हि घटपरिमाणं घटे अस्ति केन सम्बन्धेन समवायसम्बन्धेन अस्तु इदानीं घटः कार्याधिकरणम् इति स्वीकुर्मः घटः कार्याधिकरणम् इति स्वीकरोतु तर्हि कार्याधिकरणे कारणं कपालपरिमाणम् आगच्छेत् कथम् आगच्छति इति वदतु स्वम् इति कपालपरिमाणं भवति चेत् स्वम् इति कपालपरिमाणं स्वं समवायेन कपाले अस्ति एन् कपाले समवायेन घटं जनयति. कपालपरिमाणं स्वम् इति चेत् कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति, स्वसमवायी कपालः. कपाले समवेतः कः? कपाले समवेतघट घटः. अतः स्वसमवायी समवेतः घटः. अस्तु, तदर्थमेव कपालपरिमाणं स्वसमवायी समवेतत्वसम्बन्धेन घटे वर्तते इति कृत्वा कारणता अवच्छेदकसम्बन्धः अस्ति किम्? स्वसमवायि समवेतत्वसम्बन्धः. अस्तु, बुद्धं वा सर्वैः तर्हि? आम्. अस्तु, अग्रे सरेम. वर्धिनी भगिनी अग्रे पठतु. भगिनी, समवेतम् इति अस्ति किल, तत्र वेत् इति विद् इति धातुः, जानाति वा? समवेतः सम धातुः सम इति उपसर्गः. महोदय महोदय महोदय एकनिमिषः. समवायः इति अस्ति चेत् अत्र विद् इति धातु नास्ति महोदय. ओ, समवेतः द्रष्टव्यमस्ति किन्तु विद् धातु नास्ति. अवश्यं समवायि इत्युक्ते समवायत्वेन अधिकरणं, समवेतः इत्युक्ते क्तान्तप्रयोगः एव इति चिन्तयामि. कः समवेतः इत्युक्ते उपरि गमनार्थं समवेतः, किन्तु विद् धातु नास्ति. अवश्यं प्रायः न स्यात्. तान्तः इति जानाति किन्तु धातु किम् इत्येव चिन्तनं मास्तु. तादृशमेव अहं पृष्टवान्. अस्तु, तर्हि समवेतः इत्युक्ते उपरि गमनार्थम् इति तावत् स्मरन्ति चेत् पर्याप्तं. घटः समवेतः, तर्हि कपालपरिमाणतः घटपर्यन्तं गमनार्थं स्वसमवायी समवेतसम्बन्धः आवश्यकः. तर्हि कारणता अवच्छेदकसम्बन्धः सः एव इति. अस्तु, हा, अग्रे वर्धिनी भगिनी अत्र तदाधारेण लक्षणस्वरूपम्. एकनिमिष भगिनी, अत्र प्रथमं लक्षणं प्रथमं लक्षणं ग्राह्यम् इति अस्ति खलु? प्रथमं लक्षणं ग्राह्यं. प्रथमं लक्षणं किं? समवायसम्बन्ध अवच्छिन्न, हा, कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इत्येव ग्राह्यम्. गुरुत्वलक्षणे आद्यपतन असमवायकारणम् इत्यस्ति, तर्हि कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः भवति असमवायकारणे गुरुत्वे. समीचीनम् इति जानीमः. अग्रे तदाधारेण लक्षणस्वरूपं किं निर्मीयते प्रथमतः? कार्यम् आद्यपतनं, कार्यता अवच्छेदकधर्मः आद्यपतनत्वं, कार्यता अवच्छेदकसम्बन्धः समवायः. तर्हि समवायसम्बन्ध अवच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वं गुरुत्वस्य लक्षणं इति प्रथमतया आपतति. अत्र गुरुत्व लक्षणं वर्णनं अस्ति. लक्षणस्वरूपं किं? कार्यम् आद्यपतनं. किञ्चित् समयाभावे वदिष्यामि. तत्र आपतति इति मुख्यः विचारः, यतोहि पुस्तके यद् सन्ध्या भगिनी पठितवती तत्र किम् उक्तं? समवायसम्बन्धावच्छिन्न कार्यता प्रायः न देयम् इति भाति इति उक्तं खलु ग्रन्थकारेण. तदर्थम् अत्र उच्यते यद् समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता कारणताश्रयत्वं गुरुत्वलक्षणम् इति प्रथमतया आपतति. आपतति इत्युक्ते स्वाभाविकेन आगच्छति, यतोहि गुरुत्वलक्षणे प्रथमविध असमवायी कारणं ग्राह्यम् इति इदानीमेव वयं पठितवन्तः खलु. हा तर्हि समवायसम्बन्धावच्छिन्नकार्यता आगच्छेत्, आद्यपतनत्वावच्छिन्नकार्यता तु अस्तिरेव, परन्तु गुरुत्वं प्रथमविध असमवायिकारणम् इति कृत्वा समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता गुरुत्वस्य लक्षणम् इति स्वाभाविकतया आगच्छति इति वार्ता. अस्तु अस्तु, इतः अग्रे पुष्पा भगिनी पठति वा? सावित्री भगिनी अस्ति किम्? अस्ति भगिनी, अहम् आगतवती परन्तु अद्य न पठामि भगिनि. अस्तु अस्तु अस्तु, तर्हि एकनिमिष पुष्पा भगिनी, पुष्पा भगिनी पठतु, रामप्रिया भगिनी किञ्चित् साहाय्यं करोतु अत्र. तत्र दलचिन्तने कृते सति आद्यपतनत्व अवच्छिन्न अवच्छिन्नत्व अनुपादने अवशिष्यते समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता तत्र च घटस्य असमवायिकारणकृते कपालद्वयसंयोग अतिव्याप्तिः घटनिष्ठकार्यता समवायसम्बन्ध अवच्छिन्ना कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्ध अवच्छिन्ना अतः समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता कपालद्वयसंयोगे अपि अस्ति. तदर्थं गुरुत्वलक्षणे आद्यपतन पतनत्व अवच्छिन्नत्वं योजितम्. आद्यपतन आद्यपतनत्व अवच्छिन्नसमवायसम्बन्ध अवच्छिन्न अवच्छिन्नकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति यदा उच्यते तदा कपालसंयोगे न तत् नास्ति. अनेन कपालसंयोग अतिव्याप्तिः वारिता. वारिता अर्थं किं? वारिता निवारिता विवरणं कर. तत्र भगिनि भगिनि वदतु. तत्र दलचिन्तने कृते सति किं किं एको आयाति रामप्रिया भगिनी अस्ति वा? एको आयाति भगिनि, अहं वदामि एको आयाति इति. आद्यपतन पतनत्व अवच्छिन्न अवच्छिन्नत्व अनुपादने अनुपादने तु निष्करण निष्कासनेन अवशिष्यते समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित अहं न अहं स्पीकर् मध्ये नाम अस्मि भगिनि, अहं तु नास्मि. कोऽपि अवच्छिन्नकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणता अस्ति तत्र. आद्यपतनत्वम् इति निष्कासयामश्चेत् समवायसम्बन्धावच्छिन्न कार्यता निरूपित करणता अस्ति. तत्र च घटस्य असमवायिकर कारणकृते कपालद्वयसंयोग अतिव्याप्तिः अत्र घटस्य असमवायिकारणकृते द्वयदलम् अस्ति. इत्युक्ते अत्र अत्र आद्यपतन इति वयं पठितवन्तः पुस्तके अपि, आद्यपतनक्रिया इति निष्कासयामश्चेत् कपालद्वयसंयोगे अतिव्याप्तिः आगच्छेत्. अस्तु अग्रे. घटनिष्ठकार्यता समवायसम्बन्ध अवच्छिन्ना एकं कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्ध अवच्छिन्ना द्वे द्वे रूपाणि तत्र अस्ति न. अतः समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता कपालद्वयसंयोगे अपि अस्ति. तत्तु समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता अत्र कपालद्वय संयोगम् अस्ति न तत्र तत्र इति सत्यम् इति समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता इति सामान्यवाक्यं यत्र कुत्रापि असमवायिकारणं तत्र तत्र आगच्छति तत्र अत्र अतः तत्र तदर्थं तदर्थं गुरुत्वलक्षणे आद्यपतनत्वम् इति आवश्यकं तादृशं आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति यदा वां वक्तुं तदा कपालसंयोगे तत् तत् नास्ति. इति वयं पठितवन्तः पुनः उक्तं तावदेव. अस्तु अग्रे रामप्रिया भगिनी. अधुना कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेत् को दोषः इति प्रश्नः आयाति. आद्यपतनत्व अवच्छिन्नत्वस्य योजनेन कपालसंयोग संयोग अतिव्याप्तेः वारणत्वात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम्. तर्हि लक्षणं भवति आद्यपतनत्व अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता. एवं सति असमवायिकारणस्य सामान्यलक्षणं न गच्छति. कुत्रापि न दोषो नास्ति च क्षम्यतां कुत्रापि च दोषो नास्ति यदा कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्वं निवेश्यते तदा समवायसम्बन्ध अवच्छिन्नत्वं देयं नास्ति एव. अत्र प्रश्नः पुनः आगच्छति यत् कार्यतायां समवाय अवच्छिन्नत्वम् इति न दीयते लक्षणवाक्ये इत्युक्ते किं भवति इति. आद्यपतनत्व अवच्छिन्नत्वस्य योजनेन कपालद्वयसंयोग अतिव्याप्तिः इदानीं वारितमस्ति. यदा वयम् आद्यपतन अवच्छिन्नत्वम् इति योजयामः चेत् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं तत्तु नास्ति एव इति पुस्तके अपि वयं पठितवन्तः. तद् न आवश्यकम् इति. तर्हि लक्षणम् इदानीं किं भवति इत्युक्ते आद्यपतनत्व अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति. एवं यदा तद् भवति चेत् असमवायिकारणस्य सामान्यलक्षणं यदा वयं पठितवन्तः समवायसम्बन्धेन अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति तद् न गच्छति इत्युक्ते तत्र कुत्रापि न दोषः न भवति इति. यदा कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्वं न निवेश्यते तदा समवायसम्बन्ध अवच्छिन्नत्वं देयं नास्ति एव. इति पुस्तके अपि उक्तं. तर्हि तस्य समाधानं किम् इति. अस्तु अग्रिमपरिच्छेदः अन्तिमः किञ्चित् अस्माकं चिन्तनार्थं पठित्वा समापयामः. शुकवनमहोदय पठितुम् इच्छति वा? अहं पठामि भगिनि. एवं चेत् प्रथमतया किमर्थं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं दत्तम् आरम्भे आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता इत्युक्तं तत्र न आवश्यकं चेत् किमर्थं कार्यतायां समवायसम्बन्धावच्छिन्नत्वं योजितं तत्तु आपाततः आगतं कुतः मूले तर्कसङ्ग्रहे गुरुत्वलक्षणं किम् आद्यपदन असमवायीकारणं गुरुत्वम् इति असमवायीकारणम् इति पदम् अस्ति सारांशत्वेन असमवायीकारणम् इति वदामश्चेत् तत्र कार्यतासम्बन्धः अपि च कारणतासम्बन्धः आवश्यकः समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध समवायसम्बन्ध अवच्छिन्नकारणता कारणत्वं क्षम्यताम् समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणत्वम् असमवायीकारणे अस्ति तदेव तस्य लक्षणम् अतः यद्यपि अस्माकं गुरुत्वलक्षणनिरूपणावसरे कार्यतावच्छेदकसम्बन्धस्य आवश्यकता नास्ति तथापि तत् आपाततः आगच्छति अपि च यदि मया पूर्वम् उक्तम् आद्यपतनक्रिया इति स्वीकुर्मश्चेत् तत् तेन द्वारेण अपि समवायसम्बन्धः आगच्छति एव कार्यता कार्यता अवच्छिन् समवायसम्बन्ध अवच्छिन्नकार्यता अपि आगच्छति एव आपाततः आपाततः आपातः कुतः आगतः तर्कसङ्ग्रहग्रन्थे किम् उक्तम् असमवायीकारणम् इति उक्तम् हा आद्यपतन असमवायीकारणं गुरुत्वम् इति उक्तं तदर्थम् आपाततः समवायसम्बन्धावच्छेदकत्वमपि भवेत् इति वदति अत्र अस्तु कोऽपि प्रश्नः वा कस्यचित् एतावत्पर्यन्तं प्राप्तवन्तः शनिवासरे तर्हि अग्रिमसप्ताहे मिलामः धन्यवादः धन्यवादः धन्यवादः